पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 41 पुलस्त्य उवाच आदित्यावसवो रुद्रा अश्विनौ च महाबलौ सबला सानुगाश्चैव सं नह्यन्त यथाक्रमम् पुरुहूतश्च पुरतो लोक पालसहस्रदृक ग्रामणी सर्वदेवाना मारुरोह वरद्वीपं सव्ये चास्य रथपार्श्वे पक्षिप्रवरकेतुनः सुरारुचक्रचरुणो हैमच्छत्रपरिष्कृतः देवगन्धर्वयक्षौखैरनुयातसहस्रशः दीप्तिमद्भिश्च स्वर्गास्थैर्ब्रह्मर्षिभिरभिष्टुदः वज्रभिस्फारिदोद्भूतैर्विद्युदिन्द्रायुधप्रभैः युक्तं बलाकगणैः पर्वतैरिव कामगैः यमा रूढः स भगवान् पर्येदि सकलं जगद हविर्दानेषु गायन्ति विप्रा मखमुखे स्थिताः स्वर्गसङ्ग्रामयादेषु देवतूर्यनिनादिषु सेन्द्रं तमुपनृत्यन्ति शदशो ह्यप्सरो गणाः केतुना नागराजेन राजमानो यथा रविः युक्तो हयसहस्रेण मनोमारुदरंहसा सम्यग्रथवरोभादि युक्तो मातलिना तदा कृष्णपरिवृदो मेरुर् भास्करस्येव तेजसा यमस्तु दण्डमुद्यम्य कालयुक्तं च बुद्धकरं तस्थौ सुरगणानिगे दैत्यानां चैव दर्शयन् चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः शङ्खमुक्ताङ्गदधरो बिभ्रतो यमयं वपुः कालपाशान् समाविध्य हयैः शशिकरोपमैः वाय्वीरितजलाकारैः कुर्वल्लीलासहस्रशः पाण्डुरोद्धूतवसनप्रवालरुजिराङ्गदः मणिश्यामोत्तम वपुर् हारकेणार्चितोऽन्तरः वरुणपाशधृङ्मध्ये देवानीकस्य तस्थिवान् युद्धवेलामभिलषन् भिन्नवेल इवार्णवः यक्षराक्षससैन्येन गुह्यकानां गणैरपि युक्तश्च शङ्खपद्माभ्यां निधीनामधिपप्रभुः राजराजेश्वरश्रीमान् गदा पाणिरदृश्यत विमानयोधिधनदो विमाने पुष्पके स्थितः स राजराजशुशुभे यक्षेशो नरवाहनः पूर्वपक्षे सहस्राक्षः पितृराजश्च दक्षिणे वरुणपश्चिमे पक्ष उत्तरे नरवाहनः चतुःपक्षाश्च चत्वारो लोकपाला महाबलाः आत्मदिक्षुचरं तश्च तस्य देवबलस्य दे सूर्यः सप्ताश्वयुक्तेन रथेनानिलगामिना श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः उदयास्तमयौ चक्रे मेरुपर्यन्तगामिना त्रिदिवद्वारचक्रेण तपसा लोकमव्ययं सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा चचारमध्ये देवानां द्वादशात्मा दिवाकरः सोमश्वेदहयो भादिस्यन्दने शीतरश्मिमान् हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगद तमृक्षयोगानुगदं शिशिरांशुं द्विजेश्वरम् शशच्छायाङ्गिदतनुं नैशस्य तमसः क्षयं ज्योतिषामीश्वरं व्योम्नि रसदं प्रभुमव्ययम् ओषधीनां पवित्राणां निधानममृतस्य च जगदपरमं भागं सौम्यं सर्वमयं रसं ददृशुर्दानवासोमं हिमप्रहरणं स्थितं यः प्राणसर्वभूतानां पञ्चधा भिद्यते नृषु सप्तस्कन्धगदो लोकां स्त्रीन् दधार चकार च यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरं सप्तस्वरगदा यस्य योनिर्गीर्भिरुदीर्यते यं वदन्ति चलं भूतं यं वदन्त्यशरीरिणं यमाहुराकाशगमं शीघ्रगं शब्दयोनिजं स वायुः सर्वभूतायुरुद्धदस्वेन तेजसा ववौ प्रव्यधयन्दैत्यान् प्रतिलोमं सदो यदः मारुतो देवगन्धर्वैर्विद्याधरगणैः सह चिक्रीडरश्मिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः सृजन्तः सर्पपदयस्तीव्रं रोषमयं विषम् शरभूता विलग्नाश्च चेरुर्व्याप्ताननादिवि पर्वताश्च शिलाशृङ्गैशतशाखैश्च पादपैः उपतस्तुः सुरगणान् प्रहर्तुं दानवं बलं यः स देवो हृषिकेशपद्मनाभस्त्रिविक्रमः युगान्ते कृष्णवर्त्मा च विश्वस्य जगदप्रभुः सर्वयोनिसुमधुः हव्यभुक्रदु संस्थितः भूम्यम्बुव्योमभूतात्मा श्यामः शान्तिकरोरिह अविघ्नममरादीनां चक्रे चक्रगदाधरः सव्येनालभ्यमहदीं सर्वायुधविनाशिनीं करणे कालीं वपुषा शत्रुकालप्रदां गदाम् शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजप्रभुः दधारायुधजालानि शार्ङ्गादीनि महाबलः स कश्यपस्यात्मभवं द्विजं भुजगभोजनं भुजङ्गेन्द्रेण वदने निविष्टेन विराजितम् अमृतारम्भसंयुक्तं मन्दराद्रिमिवोचितं देवासुरविमर्देषु बहुशो दृष्टविक्रमं महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणं विचित्रपत्रवसनं धातुमन्दमिवाचलं स्वेदक्रोधावलम्बेन शीतांशुसमतेजसा भोगि भोगावसक्तेन मणिरत्नेन भास्वता पक्षाभ्यां चारुपत्राभ्यामावृतं दिवि लीलया युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् नीललोहितपीताभिः पताकाभिरलङ्कृतम् अरुणावरजं श्रीमानारुह्य समरे प्रभुः सुवर्णवर्णवभूषं सुपर्णं केजरोत्तमं तमन्वयुसुरगणा मुनयश्च समाहिताः गीर्भिः परम मन्त्राभिस्तुष्टुभुश्च गदाधरं तद्वै श्रवणसंश्लिष्टं वैवस्वतपुरःसरं वारिराजपरिक्षिप्तं देवराजविराजितं पवनाबद्धनिर्घोषं सम्प्रदीप्तहुदाशनं विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसावृतं बलं बलवदुद्रिक्ते युद्धाय समवर्तत स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषद स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तथा सुराणामसुराणां च परस्परजयैषिणां दानवा दैवतैः सार्धं नानाप्रहरणोद्यमाः समीयुर्युध्यमाना वै पर्वता इव पर्वतैः तत्सुरासुरसंयुक्तं युद्धमध्यद्भुतं बभौ धर्माधर्मसमायुक्तं दर्पेण विनयेन च ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः उत्पतद्भिश्च गगने सासिहस्तैः समं ततः क्षिप्यमाणैश्च मुसलैः सम्पतद्भिश्च सायकैः चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः तद्युद्धमभवद्घोरं देवदानवसङ्कुलं जगतस्त्रासजननं युगसंवर्तकोपमम् स्वहस्तमुक्तैः परिखैर्मुद्गरैश्चैव पर्वतैः दानवासमरे जघ्नोर्देवानिन्द्रपुरोगमान् ते वध्यमाना बलिभिर्दानवैर्चितकाशिभिः विषण्णवदना देवा जग्मुरार्तिं परामृधे ते चास्त्रशूलमधिता परिखैर्भिन्नमस्तकाः भिन्नोरस्का दिदिशुद्धै स्रवद्रक्दारणे बहु सुदिता शरजालैश्च निर्यत्नाश्च शरैः कृताः प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम् उत्तम्भिदमिवाभादि निष्प्राणसदृशाकृति बलम् सुराणामसुरैर्निष्प्रयत्नायुधं कृतं दैत्यचापच्युदान् होरांश्चित्वा वज्रेण तान् शरान् चक्रो दैत्यबलं घोरं विवेश बहुलोचनः स दैत्यप्रमुखान् सर्वान् हत्वा दैत्यबलं महद ताम सेनास्त्रजालेन तमोभूतमथाकरोद तेऽन्योन्यं नान्वबुध्यन्त दैत्यानां वाहनानि च घोरेण तमसा विष्णु दृष्टाः पुरुहूतस्य तेजसा मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः शिरांसि दैत्यसंखानां तमो भूतान्यपादयन् अबध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा पेदुस्ते दानवाः सद्यश्चिन्नपक्षा इवाद्रयः तत्राभिभूतदैत्यं द्रमन्धकारमिवान्तरं दानवं देहसदनं तमो भूतमिवाभवत् तथा सृजन्महामायां मयस्तां तामसीं दहन् युगान्तोद्योतजननीं सृष्टा मौर्वेण वह्निना सददाकचतां चाक्रीं मायामयविकल्पिता दैत्याश्चादित्यवपुषा सद्य उत्तस्तुराघवे मायां मौर्वीं समासाद्य दह्यमाना दिवौकसः भेजिरे चन्द्रविषयं सीतांशु सलिलप्रदं ते दह्यमाना और्वेण वह्निना नष्टचेतसः शशं सुर्वजृणं देवाः सन्तप्ता शरणैषिणः संतप्ते मायया सैन्ये हन्यमाने च दानवैः चोदितो देवराजेन वरुणो वाक्यमब्रवीद पुरा ब्रह्मर्षे जश्चक्र तपस्तेपे सुदारुणम् उर्वस्वपूर्वं तेजस्वी सदृशो ब्रह्मणो गुणैः तं तपन्तमिवादित्यं तपसा जगदव्ययम् उपतस्तुर्मुनिगणा देवा देवर्षिभिः सह हिरण्यकशिपुश्चैव दानवो दानवेश्वरः ऋषिं विज्ञापयामास पुरा परमतेजसम् ऊचुर्ब्रह्मर्षयस्ते तु वचनं धर्मसंहितं ऋषिवंशेषु भगवांश्चिन्नमूलमिदं कुलम् एकस्त्वमनपत्यश्च गोत्रा यान्यो न विद्यते कौमारं व्रतमास्ताय क्लेशमेवानुवर्तसे बहूनि विप्रगोत्राणि मुनीनां भावितात्मनां एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः एवं भूतेषु सर्वेषु पुत्रैर्मे नास्ति कारणं भवांश्च तापसश्रेष्ठप्रजापति समद्युदिः तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना समाधस्वोर्जितं तेजो द्वितीयां कुरु वै तनुम् स एव मुक्तो मुनिभिर्मुनिर्मनसि ताडितः जगर्ह तान् ऋषि गणान् वचनं चेदमब्रवीद यथा हि विहितो धर्मो मुनीनां शाश्वतः पुरा आर्षं हि केवलं कर्म वन्यमूलफलाशिनः ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेद जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः अस्माकं च वने वृत्तिर्वनाश्रमनिवासिनाम् अभक्षा वायुभक्षाश्च दन्तोलूकलिनस्तथा अश्मकुट्टादयो यत्र पञ्चाग्नि तपसश्च ये येदे तपसि तिष्ठन्तो व्रतैरपि सुदुश्चरैः ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति पराङ्गदिं ब्रह्मचर्यात् ब्रह्मणस्य ब्राह्मणत्वं विधीयते एव माहुः परे लोके ब्राह्मचर्यविदो जनाः ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः ये स्थिता ब्रह्मचर्ये दुर्ब्राह्मणा दिविदे स्थिताः नास्ति योगं विना सिद्धिर्नास्ति योगं विना यशः नास्ति लोके यशो मूलं ब्रह्मचर्यात् परं तपः यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकं ब्रह्मचर्यं समाधत्ते किमदः परमं तपः अयोगकेशधरणमसङ्कल्पव्रतक्रिया अब्रह्मचर्याचर्याचत्रयं स्याद्दम्भसंज्ञितम् क्व धारा क्व च संयोगः क्व च भावविपर्ययः नन्वीयं ब्रह्मणा सृष्टा मनसा मनसी प्रजा यद्यस्ति तपसो वीर्यं युष्माकं विजितात्मनां सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा मनसा निर्मिता यो निराधातव्या तपस्विभिः नोदारयोगं बीजं च व्रतमुक्तं तपस्विनां यदिदं लुप्तधर्माख्यं युष्माभिरिह निर्भयैः व्याहृतं सद्भिरत्यर्थमसद्भिरिव सम्मतं वपुर्दीप्तां तरात्मानमेष कृत्वा मनोमयं दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् एवमात्मानमात्मा मे द्वितीयं जनयिष्यति प्राजापत्येन विधिना दीर्धक्षं तमिव प्रजाः वरुण उवाच उर्वस्तु तपसाविष्टो निवेश्योरुं हुदाशने ममं धैगेन दर्भेण पुत्रस्य प्रसवारणिं तस्योरुं सहसा भित्त्वा वरोऽसौ ह्यग्निरुद्धितः जगदो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत उर्वस्योरुं विनिर्भिद्य और्वो नामान्तको नलः दिधक्षुरिव लोकां स्त्रीन् जज्ञे परमकोपनः उत्पद्यमानश्चोवाच पितरं दीनया गिरा क्षुधा मे बाधदे दाद जगद्भक्षे त्यजस्व मां त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश निर्दहन् सर्वभूतानि ववृधे सौन्दकोपमः ये तस्मिन्नन्तरे ब्रह्मा मुनिमुर्वं समागतः उवाच वर्यदां पुत्रो जगतस्त्वं दयां गुरु अस्यापत्पश्यदे विप्र करिष्ये साह्यमुत्तमम् तद्यमे तद्वजः पुत्र शृणु त्वं वददां वर और्व उवाच धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे त्वं भगवन् शिशोः मदिमेधां ददासीह परमात्मन् हिदाय वै प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे भगवंस्तर्पितपुत्रकैर्हव्यैः प्राप्यसे सुखं कुत्र चास्य निवासस्याद्भोजनं तु किमात्मकं विधास्यतीह भगवान् वीर्यतुल्यं महौजसः ब्रह्मोवाच बडवामुखे च वसति समुद्रे वै भविष्यति मम यो निर्जलं पिप्र तच्चामेयं व्रजत्वयं तत्रायमास्ते नियदं पिबन्वारिमयं हविः तद्वारि विस्तरं विप्र विसृजाम्यालयं च तं ततो युगान्ते भूतानामेष चाकं च पुत्रक सखिदो विचरिष्यावो निष्पुराणकराविह येषोऽग्निरन्धकाले तु सलिलाशी मया कृतः दहन सर्वभूतानां सदेवासुररक्षसाम् एवमस्त्विदितं सोऽग्निः संवृतज्वालमण्डलः प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुं प्रदियादस्ततो ब्रह्मा तेज सर्वे महर्षयः और्वस्याग्ने प्रभावज्ञा स्वां स्वां गतिमुपागताः हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् उर्वं प्रणद सर्वाङ्गो वाक्यमेददुवाचः भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकं तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः अहं तु तव पुत्रस्य तव चैव महाव्रत भृत्य इत्यवगन्तव्यश्लाक्यस्त्वमिह कर्मणा तन्मां पश्य समापन्नं तवैवाराधने रदं यदि सीतेन्मुनिश्रेष्ठ तवैव स्यात्पराजयः उर्व उवाच धन्योऽस्म्यनुगृहीतोऽस्मि यस्य ते सं गुरुर्मदः नास्ति ते तपसानेन भयं चैवेह सुव्रत तामेव मायां गृह्णीष्व मम पुत्रेण निर्मितां निरिन्धिनामग्निमयीं दुःस्पर्शां पावकैरपि येषा ते स्वस्य वंशस्य वशगारिविनिग्रहे रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति वरुण उवाच येषा दुर्विषभा माया देवैरपि सुरा सदा और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना तस्मिंस्तु व्यधिदे दैत्ये निर्वीर्याय यशान संशयः शापो ह्यस्याः पुरा दत्तसृष्टा येनैव तेजसा यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान् सुखी दीयतां मे सखो शक्र तोययो निर्निशाकरः तेनाहं सहसं गम्य यादोभिश्च समावृतः माया मे दां हनिष्यामि त्वत्प्रसादान्न संशयः एवमस्त्विदि संहृष्टशक्रस्त्रिदशवर्धनः सन्धिदेशाग्रदसोमं युद्धाय शिशिरायुधम् गच्छ सोमसहायं त्वं कुरु पाशधरस्य वै असुराणां विनाशाय जयार्थं त्रिदिवौकसां त्वं मध प्रदिवीर्यश्च ज्योतिषामपि चेश्वरः त्वन्मयान् सर्वलोकेषु रसान्वेदविदो विदुः त्वया समो न लोकेऽस्मिन् विद्यते शिशिरायुधः क्षयवृद्धि तवाव्यक्ते सागरे चैव चाम्बरे प्रवर्तयस्यहोरात्रात्कालं सम्मोहयन् जगद लोकच्छायामयं लक्ष्म तवाङ्गशशविग्रहः न विदुःसोमते मायां ये च नक्षत्रयोनयः त्वामादित्यपथा दूर्ध्वं ज्योतिषां चोपरिस्थितः तमः प्रोत्साह्य सहसा भासयस्यखिलं जगद शीतभानुर्हिमतनुर्ज्योतिषामधिपश्यसी अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः औषधीशक्रिया योनिरवां योनिरनुष्णगुः शीतांशुरमृता धाराश्चपलश्वेदवाहनः त्वं कान्धिकान्तवपुषां त्वं सोमसोमपायिनां सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराड तद्गच्छत्वं महासेन वरुणेन वरूधिना शमयस्वासुरीं मायां यया दह्यामहेरणे सोम उवाच यन्मां वदसि युद्धार्थं देवराजवरप्रद एष वर्षामि शिशिरं दैत्यमायाप्रकर्षणं एतान्मे शीतनिर्दग्धान् पश्यस्व हिमवेष्टितान् तथा हिमकरो सृष्टा सपाशा हिमवृष्टयः वेष्टयन्ति च तान् दैत्यान्वायुमेकगणानिव तौ पाशशीतांशुधरौ वरुणेन्दू महाबलौ जघ्नदुर्हिमपादैश्च पाशपादैश्च दानवान् द्वावम्बुनाधौ समरेतौ पाशहिमयोधिनौ मृदे चेरतुरम्भोभिः क्षुब्धाविव महार्णवौ ताभ्यामापूरितं सर्वं तद्दानवबलं महद जगत्संवर्तकाम्भोधैः प्रवर्षैरिव संवृतम् तावुद्यदावम्बुनाधौ शशाङ्गवरुणावुभौ शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां शीतांशुजालनिर्दग्धाः पाशैश्चास्कन्दिदारणे न शेकुश्चलितं दैत्या विशिरस्का इवाद्रयः शीतांशु निकतास्ते तु दैत्या सर्वे निपातिताः हिमप्लाविदसर्वाङ्गानिरूष्माण इवाग्नयः तेषां तु दिवि दैत्यानां निपतन्ति शुभानि वै विमानानि विचित्राणि निपतन्त्युत्पतन्ति च तान् पाशहस्तग्रथितान् चादितान् शीतरश्मिभिः मयो ददर्शमायावी दानवान् दिवि दानवः सशैलजालां विदधां खड्गपट्टसहासिनीं पादपोत्करकूटस्थां कन्दराकीर्णकाननाम् सिंहव्याघ्रगणाकीर्णं नदद्भिर्देवयूथपैः इहा मृगगणाकीर्णां पवनाकूर्णितद्रुमां निर्मितां स्वेन पुत्रेण कूजन्तीं दिविकामगां प्रथितां पार्वतीं मायां ससृजे स समं तदः सासि शब्दैः शिलावर्षैः सम्पदद्भिश्च पादपैः जखान देवसंखास्ते दानवानभ्यजीवयद नैशाकरी वारुणी च माये अन्तर्हिदे तदा अभवद्घोरसञ्चारा पृथिवी पर्वतैरिव न चारुद्धो द्रुमगणैर्देवो दृश्यत कश्चन ततपध्वस्तधनुषं भग्नप्रहरणाविलं निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरं सहि युद्धगदश्रीमानीशो नस्मव्यकम्पद सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः कालज्ञकालमेकाभसमीक्षन् कालमाघवे देवासुरविमर्दं च द्रष्टुकामस्तदा हरिः तदो भगवदादिष्ठौ रणे पावगमारुतौ चोदितौ विष्णुवाक्येन तदो मायां व्यकर्षदां ताभ्यामुद्भ्रान्तवेगाभ्यां प्रबुद्धाभ्यां महाहवे दग्धा सा पार्वती माया भस्मीभूतानाशः सोनिलोनल संयुक्तः सोनलश्चानिलाकुलः दैत्यसेनां दतहदो युगान्तेष्विवमूर्च्छितौ वायुप्रजवितस्तत्र पश्चादग्निश्च मारुताद चेरतुर्दानवानीके क्रीडं तावनलानिलौ भस्मीभूतेषु भूतेषु प्रपदत्सूत्पदत्सु च दानवानां विमानेषु निपतत्सु समं तदः वादस्कन्धाभविद्धेषु कृतकर्मणि पावके मायावधे प्रवृत्ते तु स्तूयमाने गदाधरे निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबन्धने प्रहृष्टेषु च देवेषु साधु साध्विधिजल्पिषु जये दशशदाक्षस्य दैत्यानां च पराजये दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मविस्तरे अपावृते चन्द्रपथे स्वस्थानस्ते दिवाकरे प्रवृत्तिस्थेषु भूतेषु नृषु चारित्रवत्सु च अभिन्नबन्धने मृत्यौ हूयमाने हुदाशने यज्ञशोभिषु देवेषु स्वर्गमार्गं दिशत्सु च लोकपालेषु सर्वेषु दिक्षु सन्धानवर्तिषु भावे तपसि सिद्धानामभावे पापकर्मणां देवपक्षे प्रमुदिदे दैत्यपक्षे विशीददि त्रिपादविग्रहे धर्मे धर्मे पादपरिग्रहे अपावृत्ते महाद्वारे वर्तमाने च सत्पदे लोकेषु धर्मवृत्तेषु प्रवृत्तेष्वाश्रमेषु च प्रजारक्षणयुक्तेषु राजमानेषु राजसु प्रशान्तेषु च लोकेषु शान्ते तमसि दानवे अग्निमारुदयोस्तस्मिन् वृत्ते सङ्ग्रामकर्मणि तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः तीव्रं दैत्यभयं श्रुत्वा मारुताग्निकृतं महद कालनेमीति विख्यातो दानवः प्रत्यदृश्यत भास्कराकारमुकुडशिंचिदाभरणाङ्गदः मन्दराद्रिप्रदिकाशो महारजतसंवृदः शतप्रहरणोदग्रशदबाहुशदाननः शतशीर्षे स्थितश्रीमान् शतशृङ्ग इवाचलः कक्षे महति संवृद्धो निदाक इव पावकः धूम्रकेशो हरिश्मश्रुर्दन्तुरो विकटाननः त्रैलोक्यान्तरविस्तारं धारयन्विपुलं वपुः बाहुभिस्तुलयन् व्योमक्षिपन् पद्भ्यां महीधरान् ईरयन्मुखनिःश्वासैर्वृष्टिकारान् बलाहकान् तिर्यगायदरक्ताक्षं मन्दरोदग्रवर्चसां दिधक्षं तमिवायां तं सर्वान् देवगणान् मृधे तर्जयन्तं सुरगणांश्चादयन्तं दिशो दश संवर्तकाले कृषिदं दृष्टं मृत्युमिवोद्धितम् सुतले नोच्छ्रयवदा विपुलाङ्गुलिपर्वणा लम्बाभरणपूर्णेन किञ्चिच्चलितकर्मणा उच्छ्रितेन ग्रहस्तेन दक्षिणेन वपुष्मदा दानवान् देवनिकदान् ब्रुवन्तं तिष्ठतेति च तं कालनेमिं समरे द्विषदां कालनेमिनं वीक्षं ते स्म सुराः सर्वे भयविह्वललोचनाः तं वीक्षं ते स्म भूतानि ग्रसं तं कालनेमिनं त्रिविक्रमं विक्रमं तं नारायणमिवापरम् सोऽभ्युच्छ्रयं पुनः प्राप्तो मारुताङ्कूर्णिताम्बरः प्रक्रामदसुरो योद्धुं त्रासयन् सर्वदेवताः समेयिवान् सुरेन्द्रेण परिष्वक्तो भ्रमन् रणे कालनेमिर्बभौ दैत्यः सविष्णुरिव मन्तरः अथ विव्यधिरे देवा सर्वे शक्र पुरोगमाः कालनेमि नमायान्तं दृष्ट्वा कालमिवापरम् दानवाननु पिप्रीषु कालनेमिर्महासुरः व्यवर्धतमहातेजास्तपान्ते जलदो यथा तं त्रैलोक्यान्तरगदं दृष्ट्वा दे दानवेश्वराः उत्तस्तुरपरिश्रान्ता पीत्वेवा मृदमुत्तमं ते वीदभयसन्त्रासा मयतारपुरोगमाः तारकामयसङ्ग्रामे सततं जिदकाशिनः रेजुरायो धनगदा दानवायुद्धकाङ्क्षिणः मन्त्रमभ्यसदां तेषां व्यूहं च परिधावताम् प्रेक्षदां चाभवत्प्रीतिर्दानवं कालनेमिनं ये तु तत्र मयस्या सन्मुख्या युद्धपुरःसराः ते तु सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः मयस्तारो वराहश्च हयग्रीवश्च दानवः विप्रचित्ति सुतश्वेध खरलम्बावुभावपि अरिष्टो बलिपुत्रश्च किं शोराख्यस्तथैव च सुर्भानुश्चामरप्रख्यश्चक्रयोगी महासुरः एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः दानवाकृदिनो जग्मुकालनेमिनमुद्धतं ते गदाभिः सुगुर्वीभिश्चक्रैरथ परश्वधैः कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः अश्मभिश्चास्त्रसदृशैस्तथा शैलैश्च दारुणैः पट्टिशैर्भिण्डिपालैश्च परिखैश्चोत्तमायसैः कादिनीभिश्च गुर्वीभिश्चदग्निभिस्तथैव च युगैरन्ध्रैश्च निर्मुक्तैर्लाङ्गलैरुग्रताडितैः दोर्भिरायदमानैश्च पाशैश्च परिकादिभिः भुजङ्गवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः विकोशैरसिभिस्तीक्ष्णैशूलैश्च शितनिर्मलैः दैत्यै सन्दीप्यमानैश्च प्रगृहीदशरासनैः तद पुरस्कृत्य तदा कालनेमिनमाघवे सादीप्तशस्त्रप्रवरा दैत्यानां रुरुजे च मुः यैर्निमीलित सर्वाङ्गा वनालीवाम्बुदागमे देवतानपि चमूर्मुमुदे चक्रपालिता उपेदा शिशिरोष्णाभ्यां तेजोभ्यां चन्द्रसूरयोः वायुवेगवदी सौम्या तारागणपदाकिनी तो यदा बद्धवसना ग्रहनक्षत्रहासिनी यमेन्द्रधनदैर्गुप्ता वरुणेन च धीमदा सा प्रदीप्ताग्निभवना नारायणपरायणा सा समुद्रौक सदृशी दीप्यमाना महाचमूः रराजास्त्रवदी भीमा यक्ष गन्धर्वशालिनी तयोश्चम्भोस्तदानीं तु बभूव स समागमः द्यावा पृथिव्योः संयोगो यथा स्याद्युगपर्यये तद्युद्धमभवद्घोरं देवदानवसङ्कुलं क्षमापराक्रमपरं सदर्पविनयस्यधं निश्चक्रमुर्बलाभ्यां तु भीमाभ्यां च सुरासुराः पूर्वापराभ्यां संवृद्धाः सागराभ्यामिवाम्बुदाः ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः वनाभ्यां पर्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः समाजघ्नुस्तथा भेरी शङ्खान् दद्मुरनेकशः ब्रह्माण्डं च भुवं चैव दिशश्च समपूरयन् ज्याखादतलनिर्घोष धनुषां कूजितानि च दुन्दुभीनां च निर्ह्रादो दैत्यमन्तर्दधुस्वनं तेनोऽन्यमभि सम्पेदुर्यादयन्तः परस्परं बभंजुर्बाहुभिर्बाहु युद्धमन्ये युयुत्सवः देवानामशनिर्घोराः परिखांश्चोत्तमायुधान् निस्त्रिंशान् ससृजुस्सङ्ख्ये गदा गुर्वीश्च दानवाः गतानिपातैर्भग्नां गा बाणैश्च शकलीकृताः परिपेदुर्भृशं केचित् पुनः केचित्तु जघ्निरे ततो रथैश्च तुरगैर्विमानैश्च पदातिभिः समीयुस्तेदि संरब्धा रोषादन्योन्यमाभवे संवर्तमाना समरे संदष्टौष्टपुडाननाः रथारथैर्नियुध्यं दे पादाक्ताश्च पदादिभिः तेषां रथानां तुमुलसशब्दशब्दवाहिन्यां नभो निदध्वानयद्धा नभस्ये जलदस्वनैः बभं जिरे रथान् केचित् केचित् संमृदितारथैः संबाध्य मन्ये सम्प्राप्ता न शेकुश्चलितुं रथाः अन्योन्यमध्ये समरे दोर्भ्यामुक्षिप्य दंशिताः संह्रादमाणा सबला जघ्नुस्तत्रासि चर्मिणः अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हदायुधि क्षरज्जलानां सदृशा जलदानां समागताः अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ एतस्मिन्नन्तरे क्रुद्धकालनेमिः स दानवः अवर्धत समुद्रौ कैपूर्यमाण इवाम्बुधः तस्य विद्युल्लदा पीडा प्रदीप्ता शनिवर्षिणः गात्रैर्नगगिरिप्रख्यैर्विनिपेदुर्बलाहकाः क्रोधान्निश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः साग्निस्फुलिङ्काः प्रतदा मुखान्निश्चेरुरर्चिषः तिर्यगूर्ध्वं च गगने ववृद्धुस्तस्य बाहवः पर्वतादिव निष्क्रान्ता पञ्चास्या इव पन्नगाः सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिखैरपि दिव्यमाकाशमावग्रे पर्वतैरुच्छ्रितैरिव सोऽनिलोद्भूतवत्सनस्तस्तौ सङ्ग्रामलालसः सन्ध्या तपग्रस्तशिलः साक्षान्मेरुरिवाचलः ऊरु वेगप्रमथितैः शृङ्गशैलाग्रपादपैः अपादह्यदेवगणान् वज्रेणेव महागिरीन् बाहुभिश्च सनिस्त्रिंशैश्चिन्नभिन्न शिरोरुहाः न शेकुश्चलितं देवकालनेमि हदायुधि मुष्टिभिर्निहदा केचित् केचिच्च द्विदलीकृताः यक्षगन्धर्वपदगाः समघोरगकिन्नराः तेन वित्रासिदां पेदुःसमरे कालनेमिना न शेकुर्यत्नवन्तोऽपि यत्नं कर्तुं विचेतसः तेन शक्रसहस्राक्षोऽस्पन्ति तच्छरबन्धनैः निष्प्रयत्नकृतसङ्ख्ये चलितुं न शशाकः निर्जलाम्भोदसदृशो निर्जलार्णवसप्रभः निर्व्यापारकृतस्तेन विपाशो वरुणो मृधे रणे वैश्रवणस्तेन परीतकालरूपिणा विलपन्लोकपालेशस्त्याजितो धनदक्रियां यमः सर्वहरस्तेन मृत्युप्रहरणो रणे याम्यामवस्थां संत्यज्य भीतस्वां दिशमाविशद सलोक पालानुत्सार्य हृत्वा तेषां च कर्म तद दिक्षु सर्वासु देहं स्वं चतुर्धा विधदे तदा स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितं जहारलक्ष्मीं सोमस्य यच्चास्य विषयं महद चालयामास दीप्तांशुं धर्मद्वारा सभास्करम् शासनं चास्य विषयं जहार दिनकर्म च सोऽग्निं देवमुखं जित्वा चकारात्ममुखाश्रयं वायुं च तरसा जित्वा चकारात्मवशानुगं स समुद्रात् समानीय समस्तात् सरिदो बलाद चकाराभिसुखा वीर्या देहभूताश्च सिंधवः अपस्ववशघा कृत्वा दिविजायाथ भूमिजाः चादयामास जगदीं सुगुप्ता धरणीधरैः स स्वयं भूरिवाभादि महाभूतपदिर्महान् सर्वलोकमयो दैत्य सर्वलोकभयावहः स लोकपालैक वपुश्चन्द्र सूर्यग्रहात्मवान् पावकानिलसम्भूतो रराजयुधिदानवः पारमेष्ट्ये स्थितस्थाने लोकानां प्रभवोपमे तं तुष्टुवुर्दैत्यगणदेवा इव पिदामहम् पञ्चतं नाभ्यवर्तं त विपरीतेन कर्मणा वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया स तेषामनुपस्थानात् सक्रोधो दानवेश्वरः वैष्णवं पदमन्विच्छन् स गदो देवता यतः सददर्श सुपर्णस्थं शङ्खचक्रगदाधरं दानवानां विनाशाय भ्रामयन्तं गदां शुभां स जलाम्भोदसदृशं विद्युत्सदृशवाससम् आरूढं स्वर्णपत्राढ्यं हेजरं काश्यपं खगं दुष्टदैत्यविनाशाय दृष्ट्वा खस्तमिव स्थितं दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः अर्णवावासिनश्चैव मधोश्च कैडभस्य च अयं स रिपुरस्माकमसमः किल कथ्यते अनेकसंयुगेन दानवा बहवोहदाः अयं स निर्घृणो लोके स्त्रीबालनिरपत्रपः येन दानवनारीणां सीमं तोद्वरणं कृतम् अयं स विष्णुदेवानां वैकुण्ठश्च दिवौकसाम् अनन्दो भोगिनां मध्ये स्वयंभूश्च स्वयंभुवः अयं स नाथो देवानामस्माभिर्विप्रकृष्यते अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हदः अस्य छायामुपाश्रित्य देवामखमुखे स्थिताः आज्यं महर्षिभिर्दत्तमश्नुवं दित्रिधाहुतम् अयं स निधने हेतु सर्वेषामरद्विषाम् अस्य चक्रप्रविष्टानि कुलान्यस्माकमाहवे अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः स विभुस्तेजसा युक्तं चक्रं क्षिपति शत्रुषु अयं स कालो दैत्यानां कालभूते मयि स्थिते अधिक्रान्तस्य कालस्य फलं प्राप्स्यदि केशवः दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः निष्पिष्ठो बहुना सङ्ख्ये मय्येव प्रणशिष्यति यास्याम्यपचितिं दृष्ट्या पूर्वेषामद्य संयुगे इमन्नारायणं हत्वा दानवानां भयावहं क्षिप्रमेव हनिष्यामि रणे मरगणानहं जात्यन्तर गतोऽप्येष बाधते दानवान्मृधे येषो नन्दपुरा भूत्वा पद्मनाभ इति श्रुतः जखानैकार्णवे घोरे तावुभौ मधुकैडभौ त्विधा भूतं वपु कृत्वा सिंहस्यार्थं नरस्य च पितरं मे जखानैको हिरण्यकशिपुं पुरा शुभं गर्भमधत्तैनमदिधिर्देवतारणिः त्रीन् लोकानाजहारैकक्रममाणस्त्रिभिक्रमैः भूयस्त्विदानीं सम्प्राप्ते सङ्ग्रामे तारकामये मया सह समागम्य स देवो विनशिष्यति एवमुक्त्वा बहुविधं क्षिप्रं नारायणं रणे वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयद क्षिप्यमाणो सुरेन्द्रेण न चु कोपगदाधरः क्षमा बलेन महदा सस्मिदं चेदमब्रवीद अल्पं दर्पबलं दैत्यस्थिरमक्रोधजं बलं हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम् अधमस्त्वं मम मदो दिगे तत्तव वग्बलं ये तत्र पुरुषाः सन्ति यत्र गर्जन्ति योषितः अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनं प्रजापतिं कृतं सेतुं त्यक्त्वा कः स्वस्तिमान् भवेद् अद्य त्वां नाशयिष्यामि देवव्यापारघातकं स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः एवं भ्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि जहास दानवक्रोधा दस्तांश्चक्रेण सायुधान् स बाहुशतमुद्यम्य सर्वायुध गणान् रणे क्रोधाद्विगुणरक्ताक्षो विष्णोर्वक्षस्य वादयद दानवाश्चापि समरे मयतारपुरोगमाः उद्यतायुध निस्त्रिंश विष्णुमभ्यद्रवन्रणे स ताड्यमानोदिबलैर्दैत्यै सर्वायुधोद्यतैः न च चालततो युद्धे कम्प्यमान इवाचलः संयुक्तश्च सुपर्णेन कालनेमिर्महासुरः सर्वप्राणेन महदीं गदामुद्यम्य बाहुभिः घोरां ज्वलन्तीं मुमुचे संरब्धो गरुडोपरि कर्मणा तेन दैत्यस्य विष्णोर्विस्मयमागमद तदा तेन सुवर्णस्य पादिदा मूर्ध्नि सा गदा सुवर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः क्रोधसंरक्तनयनो वैकुण्ठश्चक्रमाददे व्यवर्धत च वेगेन सुवर्णेन समं विभुः भुजाश्चास्य व्यवर्धन्त व्याप्तवन्दोदिशो दश विदिशश्चैव कं चापि गां चैव प्रतिपूरयन् पवृधे स पुनर्लोकान् क्रान्तुकाम इवौजसा तं जयाय सुरेन्द्राणां वर्धमानं नभस्तले ऋषयः सह गन्धर्वास्तुष्टुवुर्मधुसूदनं सद्यां किरीडन लिखन् शिरसा भास्वरेण च पद्भ्यामाक्रम्य वसुधां दिश प्रच्छाद्य बाहुभिः सहस्रकरतुल्याभं सहस्रारमरिक्षयम् दीप्ताग्निसदृशं घोरं दर्शनेन सुदर्शनं सुवर्णरेणुपर्यन्तं वज्रनाभं भयावहं मेधोस्ति मज्जरुधिरैसिक्तं दानवसम्भवैः अद्वितीयं प्रकरणं क्षुरपर्यन्तमण्डलम् श्रद्धाममालानिचितं कामकं कामरूपिणं स्वयं स्वयं भुवा सृष्टं भयदं सर्वविद्विषां तथार रोषेणाविष्टं नित्यमाघवदर्पितं क्षेपणाद्यस्य मुख्यं दिलोकाः सस्ताणुजङ्गमाः प्रव्यादानि च भूतानि तृप्तिं यान्ति महामृधे तमप्रतिमकर्माणं समानं सूर्यवर्चसा चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः प्रणष्टं दानवं तेजकुर्वाणं स्वेन तेजसा चिच्छेद बाहूंस्तेनैव समरे कालनेमिनः तच्च वक्त्रशदं घोरं साग्निचूर्णाटहासि वै तस्य दैत्यस्य चक्रेण प्रममाधबलाधरिः सच्छिन्नबाहुर्विशिरा न प्राकम्पददानवः कबन्धावस्थितसख्ये विशाख इव पादपः तं विदत्य महापक्षौ वायो कृत्वा समं जवम् उरसा ताडयामास गरुडकालनेमिनं स तस्य देहोऽभिमुखो विबाहु कात् परिभ्रमन् निपपाददिवं त्यक्त्वा क्षोभयं धरणीतलं तस्मिन्निपदिदे दैत्ये देवासर्षिगणास्तथा साधु साध्विधि वैकुण्ठं समेतां प्रत्यपूजयन् अपरे येदु दैत्या वै युद्धे दृष्टपराक्रमाः ते सर्वे बाहुभिर्व्याप्ता न चेक्कुश्चलितं रणे कांश्चित् केशेषु जग्राह कांश्चित् कण्ठेष्वपीडयत चकर्त कस्यचिद्वक्त्रं मध्ये गृह्णा तथा परं ते गदा चक्रनिर्दग्धा गदसत्त्वा गदाशवः गगनाद्भ्रष्ट सर्वाङ्गा निपेदुर्धरणीतले तेषु सर्वेषु दैत्येषु हदेषु पुरुषोत्तमः चक्रप्रियं तद कृत्वा कृतकर्म गदाधरः तस्मिन् विमर्दे संवृत्ते सङ्ग्रामे तारकामये तं च देशं जगामाशुब्रह्मा लोकपितामहः सर्वैर्ब्रह्मर्षिभिः सार्धं गन्धर्वाप्सरसाङ्गणैः देवदेवं हरिं देवपूजयन्वाक्यमब्रवीद कृतं देवमहत्कर्मसुराणां शल्यमुद्धृतं निधनेन च दैत्यानां वयं च परितोषिताः योऽयं त्वया हदो विष्णो कालनेमिर्महासुरः त्वामे तस्य हृदे ह्यस्मिन् शास्ता कच्चिन्न विद्यते यश देवान् परिभवन् लोकांश्च सचराचरान् ऋषीणां कथनं कृत्वा मामपि प्रतिगर्जति तदनेन त्वदीयेन परितुष्टोऽस्मि कर्मणा यदयं कालकल्पस्ते कालनेमिर्निपादितः तदा गच्छ स्वभद्रं ते गच्छाम दिवमुत्तमाम् ब्रह्मर्षयस्त्वां तत्र स्था प्रदीक्षं ते सदो गदाः कं चाहं तव दास्यामि वरं वरभृदां वर स्वस्थानस्तेषु देवेषु तेषां च वरदो भवान् निर्याद मेदत्रैलोक्यं स्फीदं निहतकण्टकम् अस्मिन्नेव मृद्धे विष्णो शक्राय सुमहात्मने एवमुक्तो भगवदा ब्रह्मणा हरिरव्ययः देवान् शक्रमुखान् सर्वानुवाच शुभया गिरा विष्णुरुवाच श्रूयतां त्रिदशा सर्वे यावन्तोऽत्र समागताः सुपर्णसहितैस्तत्र पुरस्कृत्य पुरन्दरम् अस्माभिः समरे सर्वै कालनेमि मुखा कथाः दानवा विक्रमोपेदा शक्रादपि महत्तराः अस्मिन् महदि सङ्ग्रामे द्वावे वधु विनिःसृतौ विरोचनस्तु दैत्येयस्वर्भानुश्च महाबलः स्वां दिशं भजदां शक्रो दिशं वरुण एव च याम्यां यमः पालयदामुत्तरां च धनाधिपः वृक्षैः सह सदा योगं गच्छतां चन्द्रमास्तथा अयमृदु मुखं सूर्यो भजदामयनैः सह आजभागा प्रवर्तन्तां सदस्यैरभिपूजिताः कूयं तामग्नयो विप्रैर्वेददृष्टेन कर्मणा देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः श्राद्धेन पितरश्चैव तुष्टिं यान्तु यथा सुखं वायुश्चरदु मार्गस्तस्त्रिधा दीप्यतु पावकः त्रयो वर्णाश्च लोकां स्त्रीं स्तर्पयं त्वात्मजैर्गुणैः क्रतव सम्प्रवर्तं तां दीक्षणीयैर्द्विजादिभिः दक्षिणाश्चोपपद्यन्तां याज्ञिकैश्च पृथक् पृथग् गाश्च सूर्यो रसान् सोमो वायुप्राणांश्च प्राणिषु तर्पयन्तः प्रवर्तं तां मेदे सौम्यैः स्वकर्मभिः यथा वदनुपूर्वेण महेन्द्रमलयोद्भवः त्रैलोक्यमादर सर्वसमुद्रं यादुसिन्धवः दैत्येभ्यस्तज्यदाम्भीश्च शान्तिं व्रजत देवताः स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनं स्वगृहे स्वर्गलोके वा सङ्ग्रामे वा विशेषतः विश्वस्तैश्च न गन्तव्यं नित्यं क्षुद्राहि दानवाः छिद्रेषु प्रकरं त्येदेन तेषां संस्थितिर्ध्रुवा सौम्यानां निजभावानां भवदामार्जवे मनः एव मुक्त्वा सुरगणान् विष्णुः सत्यपराक्रमः जगाम ब्रह्मणा सार्धं ब्रह्मलोकं महायशः देवानां महतीं प्रीतिमुत्पाद्य भगवान् प्रभुः एतदाश्चर्यमभवत् सङ्ग्रामे तारकामये दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पद्मोद्भव देवासुरयुद्धे नामैकचत्वारिंशत्तमोऽध्यायः ॐ